ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं यः प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयं, तत्र यः अन्तिमं बिन्दुः अस्ति, चतुर्थबिन्दुम् अस्ति, पाणिनीयसूत्राणि षड्विधानि। गतसप्ताहे वयं दृष्टवन्तः तत्र ये ग्रन्थे यानि सूत्राणि सन्ति ते मुख्यतया तेषां षड् प्रकारकाः सन्ति सूत्राणि। तस्य विषये यत् पठितम् एकवारं पुनः तत्र झटति पुनरावर्तनं कृत्वा अग्रे सरेम। वयं दृष्टवन्तः तत्र एकं श्लोकम् अस्ति, तस्मिन् श्लोके तत्र षड्विधानि यानि सूत्राणि तत्र सन्ति तस्य विषये दत्तम्। श्लोकमस्ति, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम्। संज्ञासूत्रस्य विषये वयं दृष्टवन्तः, येन संज्ञासूत्रेण किं भवति इत्युक्ते, संज्ञासूत्रं व्याकरणे वदामः चेत् तेन सूत्रेण नामकरणं क्रियते, इत्युक्ते कस्यचित् वर्णस्य अथवा कस्यचित् पारिभाषिकशब्दस्य येन नामकरणं क्रियते पाणिनिद्वारा तदेव संज्ञासूत्रम्। अनन्तरं वयं दृष्टवन्तः तत्र एकं द्वितीयप्रकारकः सूत्रमस्ति परिभाषासूत्रं। परिभाषासूत्रेण तत्र एकं अहं चिन्तयामि तत्र एकं परिभाषा अस्ति इत्युक्ते पतञ्जलिमहर्षिणा दत्तम् एकं परिभाषा अस्ति। परिभाषासूत्रस्य विषये महर्षि किं वदति, अनियम नियमकारिणी परिभाषा। परिभाषा इति स्त्रीलिङ्ग शब्दम् अस्ति, अतः महर्षि किं वदति, अनियम नियमकारिणी, तदेव परिभाषा। सो परिभाषासूत्रं तस्य प्रयोजनं व्याकरणे किम् अस्ति, यत्र नियमः नास्ति तत्र परिभाषासूत्रम् आगत्य सहायता करोति, इत्युक्ते नियमयति। वयं दृष्टवन्तः तत्र बहूनि परिभाषासूत्राणि, एकमस्ति उरनरपरः, तदेव परिभाषासूत्रं। द्वितीयमस्ति स्थाने अन्तरतमः, अलो अनन्तराः तत्र अलो अनन्तराः संयोगः इति वदामः चेत् तत्तु संज्ञासूत्रं, तेन सूत्रेण अलो अनन्तराः संयोगः इति संयोगशब्दः व्याकरणे तस्य अर्थः कः इति तत्र नामकरणं क्रियते, कस्य संयोगशब्दस्य तत्तेन सूत्रेण नामकरणं भवति, अतः तत्तु संज्ञासूत्रम्। परिभाषासूत्रमस्ति इको गुणवृद्धिः, स्थाने अन्तरतमः, अलो अन उरनरपरः, एतानि सूत्राणि तत्र विधिसूत्रे यत्र वयं पश्यामः तत्र किञ्चित् भ्रमः जायते कार्यस्य कृते, तत्र एव परिभाषासूत्रस्य आवश्यकता भवति, अतः तत्र परिभाषासूत्रम् आगत्य अस्माकं सहायता करोति कथं नियम करणीयम् इति तत् सूत्रं वदति। सो अनियम नियमकारिणी इति परिभाषा अस्ति इति एकं महर्षिणा दत्तं परिभाषा। अनन्तरं विधिसूत्रं तत्र व्याकरणे वयं जानीमः तत्र त्रीणि कार्याणि भवन्ति, आदेशकार्यम्, आगमकार्यम्, अपि च लोपकार्यं। तस्य कृते तेषां तानि यानि कार्याणि भवन्ति व्याकरणे, तस्य कृते यत् सूत्रद्वारा तत् कार्यं भवति सः एव विधिसूत्रं, तदेव विधिसूत्रं। सो विधिसूत्रेण किं भवति, कार्यस्य कृते यस्मिन् सूत्रे निर्देशः अस्ति तदेव विधिसूत्रं। सो अत्र किं लिखितमस्ति, येन कार्यं विधीयते, येन सूत्रेण कार्यं विधीयते तत् एव विधिसूत्रम्। अनन्तरं नियमसूत्रस्य विषये वयं दृष्टवन्तः तत्र किं भवति, तेन सूत्रेण पूर्वात् विद्यमानः नियम सीमितो भवेत् इति तत्र नियमसूत्रस्य तत्र किं प्रयोजनम् अस्ति इत्युक्ते, महर्षि किं तत्र महर्षि पाणिनिमहर्षि यः तत्र ग्रन्थे यत् शैली अस्ति, महर्षि प्रथमे तत्र औत्सर्गिकसूत्रं सामान्यनियमस्य विषये महर्षि वदति। सामान्यनियमः कः इति सः पूर्वसूत्रे वदति। अनन्तरं यदि तस्मिन् यत् सामान्यसूत्रेण यत् कार्यं विधीयते अथवा यत् किमपि तत्र सः वदति नियम करोति, तस्य विषये यदि कोऽपि तत्र विशिष्ट तत्र आवश्यकता अस्ति, सः तत्र महर्षि तत्र नियमसूत्रद्वारा एव तत् अनन्तरम् आयाति। सो प्रथमे तत्र सामान्यसूत्रम् आयाति, अनन्तरं तत्र नियमसूत्र आयाति, अपि च बहूनि अन्यसूत्राणि, अपवादसूत्राणि, नित्यसूत्राणि, अनित्यसूत्राणि, एते सर्वाणि तत्र अनन्तरम् एव आयाति। सो प्रथमे सः तत्र सामान्यनियम कः अस्य कार्यस्य विषये तत् महर्षि आदौ वदति, इत्युक्ते येन सामान्यकार्यं भवति तदेव विधिसूत्रम्। अनन्तरं यदि पूर्वविद्यमानः यः नियमः अथवा यः शास्त्रं तस्य कृते कोऽपि सङ्कोचः आवश्यकता अस्ति, सः तत्र महर्षि नियमसूत्रद्वारा एव तत् वदति। तस्य कृते यत् नियमसूत्रस्य कृते तत्र यत् उदाहरणं करपत्रे दत्तं, सः अस्ति राक्षसस्य, तस्य विषये अद्य वयं पठिष्यामः। अनन्तरं तत्र अतिदेशसूत्रम्, अतिदेशसूत्रेण किं भवति, कस्यचित् प्रत्ययस्य स्वभावः परिवर्तते, इत्युक्ते यः प्रत्ययः यथा नास्ति सः तथा भवति, केन सूत्रेण, अतिदेशसूत्रेण। सो यः वयं दृष्टवन्तः तत्र एकम् अतिदेशसूत्रम् अस्ति ग्रन्थे, बहूनि अतिदेशसूत्राणि, तत्र एकम् अतिदेशप्रकरणं दत्तं महर्षिणा, परन्तु एकं सूत्रम् अस्मिन् करपत्रे यः उदाहरणं दत्तमस्ति सः अस्ति सार्वधातुकम् अपित् इति एकम् अतिदेशसूत्रम् अस्ति। तेन सूत्रेण किं भवति, वयं जानीमः अग्रे एतत् सर्वम् आयास्यति, अतः चिन्ता मास्तु। तत्र सार्वधातुकं वदामः चेत् एकं प्रत्ययस्य नाम अस्ति सार्वधातुकम्, अपित् अपि प्रत्ययस्य नाम एव अस्ति। सो व्याकरणे यः सार्वधातुक् अपि च यः अपित् प्रत्ययः, सः किं तस्य विषये एव एतत् अतिदेशसूत्रं वदति। तादृशः प्रत्ययः एव निद्वत् कार्यं करोति, नित् अपि एकं प्रत्ययस्य प्रकारः। वयं दृष्टवन्तः तत्र ये अनुबन्धवर्णाः तत्र सन्ति व्याकरणे, तेषां प्रयोजनम् एकं प्रयोजनम् अस्ति, तेन अनुबन्धवर्णेन किं भवति, प्रत्ययस्य नामकरणम् अपि क्रियते। सो एकं प्रयोजनम् अस्ति अनुबन्धवर्णानां द्वारा, तत्र किं भवति, प्रत्ययस्य नामकरणम् अपि भवति, यथा अपित् इति प्रत्ययः, नित् इति प्रत्ययः, कित् इति प्रत्ययः। सो एतादृशः नामकरणम् अनुबन्धवर्णद्वारा एव भवति, इत्युक्ते यस्मिन् प्रत्यये कण्ठनकारः इत् संज्ञकः तस्य अन्यनामः भवति व्याकरणे नित्। सो नकारः इत् यस्मिन् सः नित् इति तस्य विग्रहवाक्यं भवति। तथैव अपित् इति कथनेन यस्मिन् पकारः इत् ना सः अपित्। सो पित् वदामः चेत् यस्मिन् पकारः इत् सः पित्। सो पकारः इत्युक्ते यस्मिन् पकारः इति संज्ञकः सः पित्। सो अनुबन्धवर्णस्य प्रयोजनं व्याकरणे किम् अस्ति, एकं तत्र अन्यत् प्रयोजनम् अपि अस्ति, तत्र अनुबन्धानां निष्कासनं यः भवति इति संज्ञकरणस्य तत्र प्रयोजनं, परन्तु एकं मुख्यप्रयोजनम् अस्ति अनुबन्धवर्णद्वारा वर्णानां द्वारा तत्र किं भवति, प्रत्ययस्य नामकरणं क्रियते भवति तत्र, यथा अपित् इति प्रत्ययः, नित् इति प्रत्ययः, कित् इति प्रत्ययः, यस्मिन् तालु नकारः इत् सः ङित्। सो अनुबन्धवर्णस्य द्वारा तत्र प्रत्ययस्य नामकरणम् अपि भवति, तदपि एकं प्रयोजनम् अस्ति व्याकरणे इत् संज्ञकरणस्य। सो अतिदेशसूत्रं किं वदति, यः सार्वधातुकम् अपित् प्रत्ययः, न केवलं तत्र सार्वधातुकं पित् अपि अस्ति, सार्वधातुकम् अपित् अपि अस्ति, तादृशप्रत्ययानि तत्र सन्ति, प्रत्ययाः सन्ति तत्र व्याकरणे. परन्तु एतत् सूत्रम् अतिदेशसूत्रं किं वदति, केवलं यः सार्वधातुक अपित् प्रत्ययः सः एव निद्वत् कार्यं करोति. सो सार्वधातुकम् अपित् प्रत्ययस्य उपरि निद् इति स्वभावः तस्य उपरि आरोपितं भवति. सो अतिदेश इति यः शब्दः अस्ति तस्य इङ्ग्लिश् मध्ये यः तत्र अर्थः सः अस्ति सुपर् इम्पोजिशन्. सो एतादृशप्रत्ययस्य उपरि किं भवति, नित् इति स्वभावस्य इम्पोजिशन् भवति. तस्य नित् इति प्रत्ययस्य यः स्वभावः सार्वधातुक अपित् इति प्रत्ययः यद्यपि साक्षात् नित् नास्ति, सार्वधातुक अपित् प्रत्यये कोऽपि नकारः इत्संज्ञकः नास्ति, परन्तु तथापि सः अतिदेशसूत्रद्वारा निद्वद् कार्यं करोति इति तत्र एकं मुख्यम् अतिदेश सूत्रम् अस्ति सार्वधातुकम् अपित्. वयं दृष्टवन्तः तत्र नित् कारणेन यः व्याकरणे नित् इति प्रत्ययस्य तत्र यः मुख्यप्रयोजनम् अस्ति तेन किं भवति, यदा धातु अनन्तरं कोऽपि नित् प्रत्ययः आयाति तेन किं भवति, धातो यदि तत्र गुणप्रसङ्गः तस्य कृते बाधा आयाति, नित् प्रत्ययस्य कारणेन निमित्तीकृत्य तत्र बाधा आयाति गुणकार्यस्य कृते. अतः तत्र किं भवति, यदा धातु अनन्तरं कोऽपि सार्वधातुक अपित् प्रत्ययः आयाति तत्रापि गुणस्य कृते बाधा भवति. परन्तु कारणं किम्, अतिदेशसूत्रम् इति कारणम्. कः अतिदेशसूत्रं, सार्वधातुकम् अपित् इति अतिदेशसूत्रं, बिकास् सूत्रं वदति सार्वधातुकम् अपित् यः प्रत्ययः अस्ति तस् सः निद्वद् कार्यं करोति. यथा नित् प्रत्ययः कार्यं करोति तथैव सार्वधातुकम् अपित् इति प्रत्ययः कार्यं करोति. सो किनिति च सूत्रद्वारा यदा तत्र नित् प्रत्ययस्य कारणेन गुणस्य कृते बाधा, तथैव किं भवति, धातु अनन्तरं कोऽपि सार्वधातुक अपित् प्रत्ययः आयाति चेत् तत्रापि गुणस्य कृते बाधा भवति. वयं दृष्टवन्तः लिख् योग यदा शन् भवति, शकारः यकारः नकारः अकारः अपि मध्ये अस्ति, तत्र किं भवति, शन् इति प्रत्ययः अपित् प्रत्ययः, शन् इति प्रत्यये कोऽपि पकारः इति नास्ति, परन्तु तस्मिन् प्रत्यये शकारः इति संज्ञकः. अतः वयं दृष्टवन्तः यस्मिन् प्रत्यये शकारः इति संज्ञकः अस्ति तस्य अन्यनामः व्याकरणे सार्वधातुक प्रत्ययः इति अस्ति. सो शन् इति प्रत्ययः सार्वधातुक अपि अस्ति, अपित् अपि अस्ति, न केवलं सार्वधातुक अस्ति परन्तु अपित् अपि अस्ति. सो सार्वधातुक अपित् प्रत्ययः एव निद्वद् कार्यं करोति, अतः शन् अपि निद्वद् कार्यं करोति. शन् मध्ये कोऽपि कण्ठ्यं न नकारः इत्संज्ञकः नास्ति, तथापि सः निद्वद् कार्यं करोति, तस्य कृते कारणं किम्, अतिदेशसूत्रम्. सो अतिदेशसूत्रेण किं भवति, यस्य स्वभावः यथा नास्ति, यस्य मुख्यतया अतिदेशसूत्राणि प्रत्ययस्य विषये एव तत्र व्याकरणे भवन्ति. सो यस्य प्रत्ययस्य स्वभावः यथा नास्ति, सार्वधातुक अपित् प्रत्ययस्य स्वभावः निद्वद् नास्ति, परन्तु अतिदेशसूत्रद्वारा सः निद्वद् कार्यं करोति, तस्य उपरि निद् इति लक्षणं तस्य उपरि आरोपितं भवति. सो अतिदेशसूत्रस्य एतत् प्रयोजनम् अस्ति. सो वयं किं वदामः, येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते तदेव अतिदेशसूत्रम्, अथवा येन कस्यचित् प्रत्ययस्य उपरि अन्यत् प्रत्ययस्य स्वभावः आरोपितं भवति तदेव अतिदेशसूत्रम्. अतिदेशसूत्रस्य तत्र सार्वधातुकं तत्र एकम् अनुपः सार्वधातु आम् तत्र नित्प्रत्ययस्य बहूनि नित्प्रत्ययस्य निमित्तीकृत्य व्याकरणे बहूनि तत्र कार्याणि. सो यानि यानि कार्याणि तत्र व्याकरणे नित्प्रत्ययस्य कारणेन भवन्ति ते सर्वाणि कार्याणि सार्वधातुक अपित् प्रत्ययस्य कारणेन अपि भवितुम् अर्हति. किमर्थं चेत् अतिदेशसूत्रद्वारा यानि सर्वाणि सार्वधातुक अपित् प्रत्ययाः ते निध्वद् कार्यं करोति. तत्र एकं सूत्रम् अस्ति शंसोर्लोपः. शंसोर्लोपः इति सूत्रं किं वदति, यदा तत्र श्नम् इति विकरणप्रत्ययस्य विषये अपि च अस् धातुविषये, अस् इति धातुः अस्ति, तस्य विषये किं भवति, अकारस्य लोपः भवति. परन्तु तस्य कृते निमित्तं किं, कारणं किं, कोऽपि कित् प्रत्ययः अथवा नित् प्रत्ययः परे अस्ति चेद् एव अकारस्य लोपः भवति. अस् इति यः धातु अस्ति, अकारः सकारः द्वौ वर्णः एव तस्मिन् धातौ. सो तत्र यदा अस् योगः कोऽपि सार्वधातुक अपित् प्रत्ययः भवति तत्र किं भवति, यः पूर्वे अकारः तस्य लोपः भवति. यदा वयं जानीमः तत्र अस्ति स्तः सन्ति इति रूपाणि, तत्र लटीरूपाणि अस्ति स्तः सन्ति. अस्ति इति एकवचने अस्ति, अस् योगः तिप् इति प्रत्ययः भवति. तिप् इति प्रत्ययः सार्वधातुक अस्ति, सर्वाणि तिङ् प्रत्ययः, अष्टादश तिङ् प्रत्ययः किं भवति, तेषाम् अन्यनाम सार्वधातुक. किमर्थं चेत् सूत्रमस्ति तिङ् षित् सार्वधातुकं. सो सर्वाणि तिङ् प्रत्ययाः तेषाम् अन्यनाम अस्ति सार्वधातु. सो तिप् इति प्रत्ययः तिप् तस् जि सिप् थस्थ मिप् वस्मस् एते सर्वाणि तिङ् प्रत्ययाः. सो सर्वाणि अष्टादश तिङ् प्रत्ययानि तेषाम् अन्यनाम अस्ति सार्वधातुकम्. सो तिप् इति प्रत्ययः अपि सार्वधातुकं, तिङ् समूहे आयाति, अतः तिप् इति प्रत्ययः अपि सार्वधातुकम्. परन्तु तिप् वदामः चेत् तस्मिन् प्रत्यये पकारः इति संज्ञकः. सो तिप् इति प्रत्ययः सार्वधातुकं तु अस्ति परन्तु अपित् नास्ति, सः सार्वधातुकं पित् प्रत्ययः. सो सार्वधातुकं पित् प्रत्ययः निद्वत् कार्यं न करोति, सूत्रं वदति सार्वधातुकम् अपित्. सार्वधातुकम् अपि च अपित् प्रत्ययः एव निद्वत् कार्यं करोति. सो तिप् इति प्रत्ययः तस्य उपरि निद् इति स्वभावः न आरोपितं भवति. सो तत्र किं भवति, अस् योगः ति भवति, अस्ति इति रूपम्. अनन्तरं तत्र किं भवति, तिप् तस् इति प्रत्ययः द्विवचने, द्विवचने तस् इति प्रत्ययः, तस् इति प्रत्ययः अपि तिङ् समूहे आयाति. एकनिमेषः, अत्र दृश्यतु तिंशत् सार्वदा स्लैड् दृश्यते वा? अत्र दृश्यतु तिङ्समूहे नव प्लस् नैन्, नैन् प्लस् नव, अष्टादश तिङ् प्रत्ययाः सन्ति. सो तिङ्गशित्त सार्वधातुकम् इति संज्ञासूत्रेण तिङ् प्रत्यय सर्वाणि तिङ् प्रत्ययः अपि च सर्वाणि षित् प्रत्ययः तेषाम् अन्यनाम भवति सार्वधातुकम्. सो तिप् विषये वयं दृष्टवन्तः, तिप् अपि सार्वधातुक प्रत्ययः, तस् अपि सार्वधातुक प्रत्ययः, जि अपि सार्वधातुक प्रत्ययः. इदानीं तस् विषये, तस् विषये किं भवति, अत्र तस् इति प्रत्ययः अत्र कोऽपि पकारः इति संज्ञकः नास्ति. सो तस् इति प्रत्ययः तः भवति, वयं जानीमः अत्र सकारस्य विसर्ग आदेशः भवति. सो तस्य कृते अन्यत् सूत्राणि सन्ति, इदानीं तत् विषयः नास्ति. सो तस् इति प्रत्ययस्य सिद्धतिङ्प्रत्ययः कः, तः. तथैव त्यप् इत्यप्रत्ययस्य सिद्धतिङ्प्रत्ययकः तीतः अन्ति इति सिद्धप्रत्ययः. सो तस् इति प्रत्यये कोऽपि पकारः इति संज्ञकः नास्ति, अतः तस् इति प्रत्ययः सार्वधातुक् परन्तु अपित् प्रत्ययः. सो सार्वधातुक् अपित् प्रत्ययः एव निद्वत् कार्यं करोति सार्वधातुकम् अपित् इति अनेन इति अनेन सूत्रेण. सो यदा अस् योगः तस् भवति, अस् द्विवचने अस् धातुः योगः तस्, तत्र किं भवति, सूत्रम् अस्ति शंसोर्लोपः. शंसोर्लोपः इति सूत्रं वदति श्नमिति विह विकरणप्रत्ययः, वयं जानीमः श्नन् श्नम् प्रत्यये तत्र किं भवति, केवलं न एव अवशिष्टभागः, नकारः अकारः न इति अवशिष्टभागः. तस्य श्नमिति प्रत्ययस्य यः अङ्गं तस्य अनन्तरं कोऽपि सार्व कोऽपि नित् प्रत्ययः आयाति चेत् तत्रापि अकारस्य लोपः. तथैव अस् धातुविषये अपि अस् इति धातु अनन्तरं कोऽपि कित् अथवा नित् प्रत्ययः आयाति चेत् तत्रापि अस् मध्ये यः अकारः तस्य लोपः भवति इति सूत्रं वदति. सो इदानीं स्थितिः किम् अस्ति, अस् योग तस् तस् इति द्विवचने द्विवचने प्रत्ययः. सो तस् यदा अस् इति तस् भवति, तस् इति प्रत्ययः सार्वधातुक् अपि च अपित् प्रत्ययः, अतः एतत् प्रत्ययः निद्वद् कार्यं करोति, नित् प्रत्ययस्य लक्षणम् अस्य उपरि आरोपितं भवति. सो अत्रापि अस् धातु अनन्तरं सार्वधातुक् अपित् प्रत्ययः आयाति, अतः सः निद्वद् कार्यं करोति अतिदेशसूत्रद्वारा, अतः अत्रापि अस् धातु यः अकारः तस्य लोपः भवति. सो रूपं किं, स्तः अस्ति स्तः सन्ति. सो यत्र यत्र अस् अनन्तरं सार्वधातुक् अपित् प्रत्ययः आयाति तत्र किं भवति, तत्र श्नासर्लोपः इति सूत्रेण अकारस्य लोपः भवति. परन्तु तिप्प सिप्प मिप्प एतेषु त्रये प्रत्ययेषु एते त्रयः प्रत्ययः सार्वधातुक् पित् प्रत्ययः, अन्य सर्वाणि सार्वधातुक् अपित् प्रत्ययः, अतः तत्र तादृशः सूत्रं तत्र कार्यं करोति. सो व्याकरणे अस्माकं विषयः कः, व्याकरणे यानि कार्याणि नित् प्रत्ययस्य कारणेन भवन्ति ते सर्वाणि कार्याणि सार्वधातुकम् अपित् प्रत्ययस्य कारणेन अपि भवन्ति. किमर्थं चेत् सर्वाणि सार्वधातुक् अपित् प्रत्ययानि निद्वद् कार्यं करोति इति अतिदेशसूत्रस्य तत्र प्रयोजनम्. सो येन यद्यपि सार्वधातुक् अपित् प्रत्ययः साक्षात् नित् नास्ति, तथापि सः निद्वद् कार्यं करोति, सर्वत्र कार्यं करोति. यानि कार्याणि नित् प्रत्ययस्य निमित्तीकृत्य भवति ते सर्वाणि कार्याणि सार्वधातुक् अपित् प्रत्ययस्य निमित्तीकृत्य अपि भवन्ति इति अतिदेशसूत्रद्वारा पाणिनिना तत्र मुख्यलक्ष्यमस्ति. अनन्तरम् एतत् सर्वं वयं गतसप्ताहे अधीतम्. इदानीम् अधिकारसूत्रस्य विषये तत्र किं चिन्तनं, किम् अधिकारसूत्रम् इत्युक्ते किं, कोऽपि प्रश्नः अस्ति एतावता कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. महोदय, अत्र स्नसोरल्लोपः इत्यनेन एव तत्र तस् इत्यस्य तक अकारस्य लोप किं किं भविष्यति अत्र श्नसोरल्लोपः इत्यनेन? शंसोर्लोपः इति सूत्रं वदति, यदा धातु अनन्तरं कोऽपि श्नं प्रत्ययः आयाति, श्नम् इति एकं विकरणप्रत्ययः अस्ति, वयं जानीमः तत्र सप्तम गणे कस्मिन् गणे श्नम् इति प्रत्ययः, मृदादिगणे श्नम् इति प्रत्ययः मध्ये आयाति. सो यदा तत्र धातु योगश्नं भवति, वयं जानीमः श्नम् इति प्रत्ययः मित् अस्ति, इत्युक्ते तस्मिन् श्नम् इति प्रत्यये मकारः इति संज्ञकः, शकारः नकारः अकारः मकारः. सो मित् कारणेन तत्र किं भवति, मिदचो अन्त्यात् परः इति एकं परिभाषासूत्रं वदति, यस्मिन् यस्मिन् प्रत्यये मकारः इति संज्ञकः सः कुत्र आयाति, मिद् अचो अन्त्यात् परः, अन्तिम अच् परे एव आयान्ति. सो तत्र न इति शब् यः अवशिष्टभागः सः धातु यः अन्तिमस्वरः तत्र आयाति. सो यदा तत्र धातुयोग न भवति तत्र किं भवति, यदि तस्य अनन्तरं कोऽपि कित् अथवा नित् प्रत्ययः आयाति तत्र तस्य न सः यः अकारः तस्य लोपः इति सूत्रं वदति. अपि च सूत्रं किं वदति, न केवलं श्नम् प्रत्ययस्य अकारस्य लोपः परन्तु अस् धातुः अपि अकारस्य लोपः भवति. कदा? यदा तस्य परे कोऽपि नित् अथवा कित् प्रत्ययः आयाति. सो इदानीम् अस् योग तस् कुर्मः चेत्, अस् योगः जी कुर्मः चेत् तत्र किं भवति, तत्र श्न श्नासरलोपः इति सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् तत्र एतत् सूत्रम् अस्ति, लोपकार्यस्य कृते एतत् विधिसूत्रम् अस्ति. सो यदा अस् योगः तस् भवति तस्मिन् स्थिति किम् अस्ति, सार्वधातुक अपित् प्रत्ययः परे अस्ति. सो वयं जानीमः तत्र व्याकरणे ग्रन्थे एकम् अतिदेशसूत्रम् अस्ति सार्वधातुकम् अपित्. तेन सूत्रेण किं भवति, सर्वाणि सार्वधातुक अपित् प्रत्ययाः ते निद्वद् कार्यं करोति. अतः अत्रापि निद् प्रत्ययस्य लक्षणं तस् उपरि तत्र आरोपितं भवति. सो अस् धातु यः अकारः शनासरलोपः शंसोर्लोपः इति सूत्रेण तत्र अकारस्य लोपः. कदा? यदा तस्य परे कोऽपि सार्वधातुक अपित् प्रत्ययः आयाति. सो ये यानि तत्र कार्याणि निद् प्रत्ययस्य कारणेन भवन्ति ते सर्वाणि कार्याणि सार्वधातुक अपित् प्रत्ययस्य कारणेन अपि भवति. सो अत्रापि किं भवति, अकारस्य लोपः केन सूत्रेण, शंसोर्लोपः इति सूत्रेण. सो तत्र स एव तिष्ठति, अस् धातुः स एव तिष्ठति. सो स योगतः कुर्मः चेत् स्तः इति रूपम् अस्ति, स्तः सन्ति, तथैव जी धातु विषये. अस् योग जी कुर्मः चेत् तत्र ज्योऽन्तः इति सूत्रेण तत्र जकारस्य अन्त इति आदेशः, ज्योऽन्तः जकारस्य स्थाने अन्त इति आदेशः. सो अन्ति इति सिद्धतिङ्गप्रत्ययः, परन्तु जो इति जी इति प्रत्ययः सः अपि सार्वधातुक तु अस्ति परन्तु अपित् अस्ति, अतः सः अपि निद्वद् कार्यं करोति. तत् प्रत्ययः अपि निद्वद् कार्यं करोति. निद्वद् कार्यं करोति चेत् शंसोर्लोपः इति सूत्रस्य तत्र प्रसक्तिः. सो तत्रापि अस् योगः अन्तीकुर्मः चेत् तत्रापि अकारस्य लोपः भवति. सो सन्ति एव रूपम् अस्ति, स्तः सन्ति, परन्तु कारणं किं, नित् प्रत्ययः कारणं. किमर्थं चेत् तत्र तस्मिन् सूत्रे शंसोर्लोपः इति सूत्रे कित्नित् प्रत्ययः परे एव कार्यं करणीयं. कीदृशः कार्यम्, अकारस्य लोपकार्यं. सो अत्रापि अस् योगः यथा तस् अथवा जी भवति तत्र अकारस्य अस् इति यः अकारः तस्य लोपः भवति. एतत् अस्माकं परिचितम्, अतः अहम् अत्र तस्य उदाहरणं दत्तम्. अस्ति, स्तः, सन्ति, वयं सर्वे तत्र रूपाणि जानीमः. तत्र कथम् अकारस्य लोपः भवति, नित् प्रत्ययस्य कारणेन एव तत्र अकारः लोपः. सो परन्तु तत्र साक्षात् नित् प्रत्ययः नास्ति, तस्य इति प्रत्ययः साक्षात् नित् नास्ति, जी इति प्रत्ययः साक्षात् नित् नास्ति, परन्तु अतिदेशसूत्रेण सः निद्वद् कार्यं करोति तत् प्रत्ययः. सो तस् प्रत्ययस्य उपरि निद् इति स्वभावः तत् आरोपितं भवति. केन सूत्रेण? अतिदेशसूत्रेण. सो एक्स्टेन्शन् वाट् वि से इस् देट् सार्वधातुक अपित् प्रत्ययः न केवलम् अपित् प्रत्ययनिमित्तीकृत्य यानि कार्याणि, परन्तु तत्र नित् प्रत्ययस्यापि तत्र तस्य लक्षणं तस्य उपरि आरोपितं भवति अतिदेशसूत्रद्वारा. सम्यक् वा भगिनि? हरि ओम् महोदय. हरि ओम् महोदय, वदतु महोदय. कर्तरि सप् कर्तरि सप् विधिसूत्रमस्ति किम्? आम्, तेन शप् इति विधानं भवति महोदय. कर्तरि शप् सार्वधातुके तत्र शप् प्रत्ययस्य विधानं भवति, विधिसूत्रं अस्तु अस्तु तत् तत् कारणे दिवादिभ्यस्यन् स्वादिभ्यश्चनु तुदादिभ्यश्च सर्वाणि नियमसूत्रमस्ति किम् नियमसूत्रं न वदामः ते तु अपवादसूत्रम् कारणं किम् अपवादसूत्रं किं कारणं नियमसूत्रम् अस्ति विधिसूत्रं सीमित किं महोदय बलवत् भवति अतः तत् सूत्रं कार्यं करोति अपवादसूत्रं तत्र किमस्ति तत्र किमस्ति एकं तत्र परिभाषा अस्ति तेन सूत्रेण किं भवति अपवादसूत्रं सर्वेषु सूत्रेषु अपवादसूत्रं बलवत् सो अपवादसूत्रं किम् देट् इस् वाट् ऐ एम् सेयिङ्ग् वी हेव् नाट् रेड् देट् करपत्रं यदा वयं बलाबलं करपत्रं पठामः चेदेव वयं ज्ञातुं शक्यते अपवादसूत्रम् इत्युक्ते किं नित्यसूत्रम् इत्युक्ते किम् अन्तरङ्गसूत्रम् इत्युक्ते किं ते सर्वाणि तत्र भिन्नविषयः महोदय परन्तु ते येन सूत्रेण सि यस्मिन् सूत्रे आगमः आदेशः अपि च लोपकार्यस्य कृते निर्देशं तत् विधिसूत्रम् अत्र तु शप् इति प्रत्ययस्य आदेशः अपि च शन् इति प्रत्ययस्य आदेशः तथैव शन् शनम् इति सर्वाणि आदेशः भवन्ति सो तत्र किं करणीयं तत्र आगमः सोरि तत्र शप् प्रत्ययस्य विधानं भवति तु ते सर्वाणि विधिसूत्राणि न तु नियमसूत्राणि नियमसूत्रः तत्र बहूनि तत्र नियमसूत्रः अधिकानि न सन्ति व्याकरणे परन्तु सन्ति इदानीं रात्सस्य विषये पठामः चेदेव तत्र किञ्चित् स्पष्टता आयाति इन् अदर् वे इफ् वि टेक् दिस् इन् टु द कन्सिडरेशन् कर्तरि सब् मध्ये सर्वाणि कर्तरि कर्तृप्रयोगे सब् आयाति तत् परं स्वादिवेशनु मतजकी उसका नियम मतजकी निसीमित करती करोती तो कि मत तत्र सप न आगती स्वादिभ्य सनु भवती तो लिमिटेड मतजकी स्कोप भवती नहीं स्व कर्तरी सप दैट इज व्हाट आई एम सेइंग देयर इज अनदर कांसेप्ट न केवलम तत्र नियम सूत्र है इति कांसेप्ट अस्ति व्याकरणे तत्र अपवाद अपवाद अपवाद सूत्रम यते टिल दिस टाइम वी डोंट नो व्हाट इज अपवाद सूत्र आम अपवाद सूत्रम जानीमः तदा एव एतत् सर्वं स्पष्टं भवति तो सर्वाणि मत दिवादिभ्यस्यान् स्वादिभ्यस्यनु तुदादिभ्यश्च रुदादिभ्यसनं सर्वाणि अपवादसूत्रम् अस्ति आम् कस्य अपवादः सूत्राणि कस्य कृते कर्तरि शप् सार्वधातुक इति सूत्रस्य कृते आम् आम् वी हेव् टु गिव् व्हेनेवर् वी से इट् इस् एन् अपवाद सूत्रम् वी हेव् टु से कस्य अपवादः That is why it is not categorized over here because it is a vidhi sutram but it is Achha. also an apavad sutram kasya krite kartarishab sutrasya krite with reference to kartarishab it is an apavad sutra anyathah tatra samanyam drishyamah ches that is to vidhi sutram अस्तु महोदय सर्वाणि विधिसूत्रमस्ति सर्वाणि विधिसूत्रमस्ति कर्तरि साप् स्वादिभेषनु तुदादिभेश सर्वादि इत्यादि सर्वाणि मतजकि विधिसूत्रम् एव अस्ति कस्यचित् कार्यस्य कृते निर्देशम् अस्ति आगमरूपी कार्यस्य प्रत्ययस्य आगमः तत्र भवति धातु तिङ् मध्ये अतः तत्रापि कार्यस्य विषये आदेशः अतः तत् विधिसूत्रम् परन्तु तत्र अपवादः कस्य कृते कर्तरिषब् सार्वधातु इति सूत्रस्य कृते अपवादः धन्यवादः भगिनि धन्यवादः आम् पूर्व पर नित्य अन्तरङ्ग अपवादः नाम उत्तरोत्तरबलीयः इत्युक्ते उत्तरोत्तरबलीयः इति यः अस्ति उत्तर उत्तरबलीयः इत्युक्ते पूर्वस्य अपेक्षा पर बलि, पर अपेक्षा नित्यसूत्रं बलि, नित्य अपेक्षा अन्तरङ्गसूत्रं बलि, अन्तरङ्ग अपेक्षा अपवादसूत्रं बलि। अतः अपवादः अनन्तरं लास्ट् आयाति, अतः अपवादः पूर्व पर नित्य अन्तरङ्ग एतेषाम् अपेक्षा किञ्चिदपि अवगन्तुं न शक्यते भगिनि, बहु वेगेन त्यजतु एतत् विषयः त्यजतु। इदानीम् अधिकारसूत्रस्य विषये पठामः। कः पठितुम् इच्छति, कः अथवा का पठितुम् इच्छति? अधिकारसूत्रम् इत्युक्ते किं? व्याकरणे एकमस्ति, वट् वि से इस् दट् दिस् इस् अन् अधिकारसूत्रः, दिस् इस् अन् अधिकारसूत्रः, सो वि शुड् नो वाट् इस् अन् अधिकारसूत्रः। अधिकारसूत्रस्य किं कार्यं, तत्र अस्य प्रयोजनं किम् अस्ति व्याकरणे इति अत्र लिखितं। कः अथवा का पठितुम् इच्छति? क्रमेण पठतु भगिनि अधिकारसूत्रम्। अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायां, कः अर्थः? यस्य अनुवृत्तिः भवति, रिपिटेशन् भवति एक प्रथम सूत्रे एतदस्ति, तत् अन्य सूत्रे तदेव अनुसरन्ति। अधिकारसूत्रम् उपदेशे अनुनासिक उपदेशे इति भवति खलु, तत्तु अधिकारसूत्र इति न तत् अधिकारसूत्रं नास्ति। शृणोतु भगिनि, उपदेश इति यः पदस्य अनुवृत्तिः भवति सः पूर्वसूत्रात् अनुवृत्तिः भवति, इत्युक्ते उपदेशे अजनुनासिकः इति यः सूत्रम् अस्ति सः प्रथमसूत्रम्, अनन्तरं तत्र हलन्त्यम् इति सूत्रम्। हलन्त्यम् इति सूत्रे तस्य अर्थ सम्पूर्ण अर्थ अवगमनार्थं तत्र किं करणीयम्? उपदेश इति पदस्य अनुवृत्तिः, अपि च इत् इति पदस्य अनुवृत्तिः, सो उपदेशे हल अन्त्यम् इत् इति तस्य सम्पूर्ण अर्थं भवति, परन्तु तत्र यः अनुवृत्तिः सः तु सामान्य अनुवृत्तिः। अधिकारसूत्रस्य यत् अनुवृत्तिः भवति सः विशिष्ट अनुवृत्तिः, किमर्थं चेत् अत्र लिखितम् अस्ति यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु, इत्युक्ते यस्य इत्युक्ते यस्य अधिकारसूत्रस्य, यस्य अधिकारसूत्रस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु, अग्रिमेषु बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रम्। इत्युक्ते अधिकारसूत्रस्य कान्सेप्ट् इति व्याकरणे किम् अस्ति, यदा वयं महर्षि एकं प्रकरणं तत्र सः आरम्भं करोति कस्यचित् प्रकरणस्य, तत्र हि नोस् maybe in this prakaranam I have to put some maybe 60 sutras, out of those 60 sutras he sees that in the out of 60 maybe some 40 or maybe 34 eteshu sutreshu ekam vishisht padasya tatra sarvatra avashyakta, jukte yada tat, when he makes a sutra he feels that this is a pada which is coming out of these 60 sutras, this pada has to come in around 30 sutras or around 40 sutras, this pada has to come. So what he does is that he makes that vishisht pada which yasya avashyakta agrimeshu bahushu sutreshu, yasya padasya yasya shabd samuhasya आवश्यकता अग्रिमेषु बहुषु सूत्रेषु तत्र भवन्ति, हि मेक्स् दट् विशिष्ट पदः एज् अधिकारसूत्रम्। सो अधिकारसूत्रं तत्र तस्य प्रयोजनं किम् अस्ति, तस्मिन् सूत्रे यः अधिकारसूत्रम् अस्ति तस्मिन् सूत्रे यानि पदानि महर्षिणा स्थापिताः ते सर्वाणि पदानि विशिष्टपदानि। किमर्थं विशिष्टम्? तेषां प्रयोगः अग्रिमेषु बहुषु सूत्रेषु तत्र अस्ति भवति, अतः तत्र सो यस्य विशिष्टपदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रम् सो बिकास् ही हेज् इण्ट्रोड्यूस् दिस् अनुवृत्ति कन्सेप्ट् अनुवृत्ति कन्सेप्ट् इस् वाट् ही विल् रिपीट् द वन् पदः इन् अ पर्टिक्युलर् प्रकरणं वन्स् ओन्ली ही विल् नाट् रिपीट् देट् पदः अनन्तरं सो ही मेक्स् ही सीस् देट् दिस् विशिष्ट संहितायाम् इति एतत् उदाहरणमस्ति He saw that the samhitayam iti yaha padam asti, yaha shabda samuha, tasya avushakta agrimeshu pahushu sutreshu bhavati. Arthasya avagamana artham. So he made this padam only as adhikara sutram. He puts this adhikara sutram in the first place. At the beginning of the prakranam, he used that samhitayam. Itukte, tatra vayam katham vadamaha. संहितायाम् इति एकम् अधिकारसूत्रम् एतस्य अधिकारः द्विसप्ततितम् 71 सूत्रः इस् संहितायाम् षष्ठाध्याये प्रथमपादे एकसप्ततितम् सूत्रम् अस्ति संहितायाम् एतस्य सूत्रस्य आरभ्य तत्र किं भवति संहितायाम् इति विषयः आरभ्यते सो अग्रिमेषु बहुषु सूत्रेषु संहितायाम् इति पदस्य आवश्यकता सो तत्र वयं किं कुर्मः तत्र महर्षिः संहितायाम् इति पदं न वदति तत्र वयम् अनुवृत्तिरूपेण एव एतत् पदं स्वीकुर्मः सो अनुवृत्ति केन अनुवृत्ति पठामः चेत् तत्र सम्पूर्णसूत्रस्य अर्थम् अवगन्तुं शक्यते सो संहितायाम् इति यः अधिकारः what we say that द्विसप्ततितम् सूत्रमः आरभ्य मे बि 1010 सूत्रपर्यन्तम् और् मे बि 203 सूत्रपर्यन्तम् एतस्य सूत्रस्य अधिकारः वर्तते सो एतस्य संहितायाम् इति यः सूत्रमस्ति एकम् अधिकारसूत्रमस्ति एतस्य अधिकारः किं सूत्र आरभ्य किं सूत्रपर्यन्तं वर्तते इति वयम् अस्माभिः ज्ञातव्यम् किमर्थं चेत् टिल् देन् संहितायाम् इति पदस्य तत्र सर्वत्र अनुवृत्तिः भवति सम्पूर्णतया अनुवृत्तिः भवति इत्युक्ते वाट् वी से इस् देट् वाट् इस् अधिकारसूत्रम् यस्य सूत्रस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रम् अन्यत् कोऽपि तत्र प्रयोजनं नास्ति अधिकारसूत्रस्य अपि च अधिकारसूत्रे यानि पदानि महर्षिणा स्थापिताः ते सर्वाणि पदानि तत्र सम्पूर्णतया सूत्रस्य अनुवृत्तिः भवति यदि कस्यचित् अधिकारसूत्रे तत्र द्विपदानि अत्र तु एकमेव पदः संहितायाम् इति एकमेव पदः सो एतस्य पदस्य अनुवृत्तिः अग्रिमेषु बहुषु भवति अतः वयं किं वदामः एतत् सूत्रम् अधिकारसूत्रं तथैव तत्र अङ्गस्य इति एकम् अधिकारसूत्रम् अस्ति प्रत्ययः एकम् अधिकारसूत्रम् अस्ति अङ्गस्य इति यः अधिकारः सः षष्ठाध्याये सप्तमध्याये पञ्च अहं चिन्तयामि पञ्चमध्याये षष्ठाध्याये त्रिषु अध्यायेषु अङ्गस्य इति अधिकारः वर्तते देट् इस् अ वेरि बृहद् अधिकारसूत्रं तथैव प्रत्ययः 5, 6, 7 नास्ति क्षम्यताम् तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये प्रत्ययस्य अपि च अङ्गस्य अधिकारः 3, 4, 5 एतेषु त्रिषु अध्यायेषु तत्र किं भवति अङ्गस्य इति सूत्रस्य अधिकारः इत्युक्ते तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये तत्र बहुषु सूत्रेषु अङ्गस्य इति पदस्य आवश्यकता अर्थस्य अवगमनार्थम् अपि च कार्यस्य कृते कार्यं स्पष्टं भवेत् तस्य कृते तत्र पदानि आवश्यकानि सो वयं किं वदामः यस्य सूत्रस्य अनुवृत्तिः यस्य सूत्रस्य अर्थ अवगमनार्थं तत्र सम्पूर्णतया अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रम् यथा संहितायां यत्र यत्र तत्र बहूनि अचसन्धिसूत्राणि अतः अचसन्धिप्रकरणे तत्र यानि विधिसूत्राणि तेषां मध्ये संहितायां संहिता अकः सवर्णे दीर्घः संहितायाम् इको यनचि संहितायां तत्र वृद्धिरादे वृद्धिरेचि संहितायां सो एते सर्वाणि कार्याणि संहितायां तेषां विधिसूत्रेषु संहितायाम् इति पदस्य आवश्यकता सो वाट् हि डस् इस् देट् हि मेक्स् देट् विशिष्टपदम् एस् अधिकारसूत्रं बिकास् एतस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु अतः तदेव अधिकारसूत्रम् अन्यत् कोऽपि प्रयोजनं नास्ति अधिकारसूत्रस्य कोऽपि प्रयोजनं नास्ति व्याकरणे परन्तु विशुर्णो प्रत्येकस्य विधिसूत्रस्य विषये तत्र कस्य अधिकारः वर्तते अस्माभिः ज्ञातव्यम् देन् ओन्लि दत् कार्य विल् बिकम् स्पष्टम् यदा इको यनचि इति सूत्रम् न यदि वयं न जानीमः एतत् सूत्रं संहितायाम् इति सूत्रस्य अधिकारे आयाति तदा वयं सम्यक्तया कार्यं न कर्तुं शक्यते इत्युक्ते एकस्थाने यन् आदेशः कदा भवति अचि परे तु भवति परन्तु संहितायाम् अपि भवन्ति वर्णयोः मध्ये संहिता अस्ति चेदेव करणीयं कार्यम् इक्स्थाने यन् इति आदेशः तथैव अकः सवर्णे दीर्घः वर्णयोः मध्ये संहिता अस्ति चेदेव तत्र दीर्घ आदेशः करणीयं संहिता नास्ति चेत् कार्यं न भवति सो अधिकारसूत्रस्य अग्रिमेषु बहुषु सूत्रेषु यस्य अनुवृत्तिः तदेव अधिकारसूत्रम् अधिकारसूत्रे सम्पूर्णतया तस्य अनुवृत्तिः भवति अतः तत्र उपदेशे इति यः अस्ति अनुवृत्तिः तत्र सामान्य अनुवृत्तिः परन्तु अधिकारसूत्रस्य यः अनुवृत्तिः सः विशिष्टानुवृत्तिः इत्युक्ते न केवलं पञ्चसु सूत्रेषु परन्तु तत्र बहुषु सूत्रेषु तस्य अनुवृत्तिः आवश्यकम् अर्थस्य अवगमनार्थम् अस्तु सम्यक् वा सम्यक् महोदय अत्र एतत् विषये मातुः अष्टाध्यायीसूत्रपाठकः अस्ति खलु अत्र पृष्ठसङ्ख्या सप्त इति अस्ति अत्र अधिकारविषये सर्वं तत्र दत्तमेव प्रथमम् एकसंज्ञा अधिकारः भवति अनन्तरं कारकसंज्ञा अधिकारः तादृशमेव भवति पृष्ठसङ्ख्या किम् अस्ति सप्त महोदय अष्टाध्यायीसूत्रपाठे सेवन् पेज् नम्बर् सेवन् अधः अधः अस्ति आम् निपातसंज्ञाधिकारः अत्र 73 सप्ततिः पर्यन्तम् अधिकारः अस्ति 73 अधिकारः अस्ति संहितायाम् इति सूत्रस्य किं वदति भगिनि 73 मध्ये किम् अस्ति तत्र न 73 अधिकारः अस्ति अत्र 48 एव आम् 48 सीरियल् नम्बर् संहिता अधिकारः अस्ति खलु महोदय 48 मध्ये सो अत्र लिखितम् अस्ति संहितायाम् इति एकसप्तति आरभ्य 154 पर्यन्तम् एतस्य अधिकारः वर्तते इति अत्र लिखितम् अस्ति पेज् 9 मध्ये संहिता अधिकारः यः लिखितमस्ति अत्र प्रथमः अपि लिखितमस्ति तस्य विषये जानाति वा भगिनि 48 सीरियल् मध्ये तत्र संहिता अधिकारः अस्ति तत्र ब्रेकेट् मध्ये लिखितमस्ति गन्तव्यं खलु महोदय एतत् विषये अत्र 48 संहिता अधिकारः अत्र षष्ठमाध्याये प्रथमपादे एकसप्ततिः इति अस्ति खलु तत्र सूत्रविषय अन्तर्गन्तव्यं खलु महोदय क्षमतां द्वितीयः पृष्ठ दशम् षड् 56 संहिता अधिकारः द्वितीयः अस्ति संहितायां षष्ठम् अध्याये तृतीयपादे अग्रे संख्या दत्तमस्ति. मम प्रश्नः अस्ति, तत्तु सत्यं महोदय, किमर्थं तत्र त्रिवारं महर्षिणा संहिता इति तत्र संहितायाम् इति सूत्रस्य तत्र भिन्नभिन्नप्रकरणेषु तस्य प्रयोगं कृतम्? मम प्रश्नः अस्ति, जानाति वा कोऽपि, जानाति वा? अत्र 6171 मध्ये ह्रस्वस्य पिति कृति तुक् इति, तत्र तुक् विषये तत्र ह्रस्वस्य ह्रस्व यत्र अस्ति, अनन्तरं पित् अस्ति, कृति अस्ति, तत् समये तुक् आगमः भवति इति 6171. तादृशमेव अन्यसूत्राणि अधिक डोण्ट् गो बियाण्ड् भगिनी, डोण्ट् गो बियाण्ड्, वि डोण्ट् नो देट् कान्सेप्ट् यत्. मम प्रश्नः शृणोतु भगिनि, मम प्रश्नः किम्, अत्र यः संहितायाम् इति एकं सूत्रम् अस्ति, षष्ठम् अध्याये प्रथमपादे एकसप्ततितं सूत्रम् अस्ति संहितायाम्. एकः अधिक एतत् सूत्रम् अधिकारसूत्रं, किमर्थं चेत् एतस्य सूत्रस्य आवश्यकता 71 आरभ्य 154 पर्यन्तं भवन्ति, इत्युक्ते 71 to 154 यानि सूत्राणि तेषां मध्ये संहितायाम् इति पदस्य तत्र किम् अनुवृत्तिः आवश्यकम् अर्थस्य अवगमनार्थं. सो यस्य सूत्रस्य संहितायाम् इति सूत्रस्य तत्र अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु, अतः एतत् सूत्रम् अधिकारसूत्रम्. अपि च न केवलम् अष्टाध्यायीग्रन्थे एकसप्ततितं सूत्रं संहितायां, तत्र अष्टम अध्याये अपि एकं सूत्रम् अस्ति संहितायाम्. अपि च तत्र यः द्वितीयः अस्ति, कुत्र अस्ति, वि नो देट् सि संहितायाम् इति तत्र व्याकरणे कुत्रापि सन्धि इति न लिखितम् अस्ति. वि नो थ्री टैप्स् आफ् सन्धि हेपन् इन् व्याकरणशास्त्र. वन् इस् अचुसन्धि, सेकेण्ड् इस् हलसन्धि, तृतीय इस् विसर्गसन्धि. सो अत्र यः एकसप्ततितं षष्ठमध्याये प्रथमपादे यः संहितायाम् इति अधिकारः आरभ्यते इति प्रकरणम् आरभ्यते, तत्तु अचुसन्धिविषये एव तत्र तस्मिन् प्रकरणे सूत्राणि दत्तानि महर्षिणा. अनन्तरं तत्र विसर्गसन्धिविषये तत्र सूत्राणि. सो बिकास् देट् इस् अ डिफ्रेण्ट् प्रकरणः, अतः तत्र एतस्य भिन्नप्रकरणस्य तत्र सूत्रस्य अधिकारः न वर्तते. सो हि हेड् टु गिव् ए सेकेण्ड् संहितायाम् इति सूत्रस्य तत्र आवश्यकता, बिकास् देट् इस् गिवन् बै महर्षि इन् द सम् अदर् दिस् पादः और् सम अदर् अध्यायः. तथैव तत्र हलसन्धिविषये यानि सूत्राणि ते सर्वाणि कुत्र आयान्ति, अष्टमध्याये. अन्तिमम् अध्यायः यः अस्ति तत्र सर्वाणि हलसन्धिसूत्राणि. सो तत्रापि कार्यं कदा भवति, संहितायां संहिताविषयः अस्ति तदेव तथैव तदा एव कार्यं करणीयम्. सो तत्र तृतीयसंहितायाम् इति सूत्रं स्थापितः महर्षिणा. सो एकस्मिन् प्रकरणे एकस्मिन् स्थले तत्र यस्य पदस्य आवश्यकता अग्रिमेषु बहुषु, तदेव अधिकारसूत्रं, बिकास् इन् द अष्टाध्यायी ग्रन्थः हल्स् अच् सन्धि इस् गिवन् इन् संवेर् एल्स्. विसर्गसन्धि विषये यानि सूत्राणि ते सर्वाणि कस्यचित् अन्य अध्यायस्य मध्ये, हलसन्धिसूत्राणि कस्यचित् अन्य अध्यायस्य मध्ये, अतः तत्र संहितायाम् इति यः सूत्रमस्ति तस्य त्रिवारं तत्र उल्लेखः भवति, बिकास् दे आर् दे स्टाण्ड् इन् डिफ्रेण्ट् डिफ्रेण्ट् पादः आर् डिफ्रेण्ट् अध्यायी इट्सेल्फ्. सो एकस्मिन् प्रकरणे एव तत्र अनुवृत्तिः करणीयम्. सो अनुवृत्ति हि हेज् मेड् द कार्य सिम्प्लर् फार् अस् बिकास् वट् वि से इस् देट् एकस्मिन् प्रकरणे समानकार्यसूत्राणि तत्र स्थापिताः महर्षिणा. सो तत्र अनुवृत्तिः कथं करणीयं तत् मनसि आयास्यति. अतः अत्रापि अनु अधिकारसूत्रस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु. अतः अत्र पुस्तकमध्ये लिखितमस्ति प्रथमः द्वितीयः तृतीयः. किमर्थं चेत् तत्र संहिता यः कार्यम् अस्ति सः त्रिवारं तत्र भवति, अच् विषये, विसर्गविषये, अपि च हलविषये. अतः तत्र देरथि संहितायाम् इति सूत्राणि तत्र व्याकरणे. अस्तु, अधिकारसूत्रः इति तस्य प्रयोजनम्. अस्तु, इदानीं तत्र यः नियमसूत्रस्य उदाहरणमस्ति रासस्य, तस्य विषये पठामः. कः पठितुमिच्छति? ध्वनि श्रूयते? अहं पठामि भगिनि. आं, पठतु भगिनि. पदान्ते संयोगः. पदान्ते संयोगः, पदस्य अन्ते संयोगः अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपे भवति संयोगतस्य लोपः. यस्य पदस्य अन्ते संयोगे अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपे भवति. अलोन्तस्य इत्येन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य. संयोगः अन्ते यस्य तत् संयोगान्तं बहुव्रीहिः तस्य संयोगन्तस्य. संयोगन्तस्य षट्यन्तं लोपः प्रथमान्तं विपदमिदं सूत्रं. पदस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् संयोगन्तस्य पदस्य लोपः. यथा बन्धु इति अत्र औपदेश सूत्रस्य विषये अहं किञ्चित् एव अवगन्तुं शक्यते भगिनि. पदान्ते संयोगः भवति इति अर्थम् एकपदस्य वर्णः अन्ते अस्ति तत् वर्णः लोपः भवति इति सूत्रस्य अर्थं. तथैव भगिनि, संयोगः इत्युक्ते व्याकरणे किम्? संयोगः संयोगः जानाति वा? संयोगः इत्युक्ते न भगिनि, न चिन्ता मास्तु. संयोगः इति किं भगिनि, उच्चैः वदतु. अल्वर्णानां संयोगः भवति चेत् किं किं किं, कृपया पुनः वदतु. अल्वर्णः, द्वे अल्वर्णाः मिलित्वा वदन्ति चेत् संयुक्ताक्षरमस्ति, तदेव संयोगः इति. सम्यक् सम्यक्, आम्, तदेव अस्ति, तदेव अस्ति. परन्तु संयोगः एकं पारिभाषिकशब्दः व्याकरणे, यथा तत्र धातु इति पारिभाषिकशब्दः, संहिता इति पारिभाषिकशब्दः, तथैव अस्ति संयोगः. सो तस्य कृते सूत्रम् अस्ति, एकं संज्ञासूत्रम् अस्ति, परः सनिकर्संहिता, हलो अनन्तराः संयोगः, हलो अनन्तराः संयोगः इति सूत्रं वदति. इत्युक्ते तस्मिन् सूत्रे संयोगः शब्दस्य कः अर्थः, तस्य नामकरणं क्रियते. सो हलो अनन्तराः संयोगः इति संज्ञासूत्रम्. किमर्थं चेत् तत्र तस्मिन् नामकरणं भवति. कस्य नामकरणं? पारिभाषिकशब्दः संयोगः इति यः अस्ति तस्य नामकरणं. सो संयोगः इत्युक्ते किं? हलो अनन्तराः संयोगः. द्वौ हल् मध्ये तत्र किम् अस्ति? किमपि नास्ति मध्ये. द्वौ हल् द्वौ अथवा द्वौ अधिक हल् वर्णमध्ये कोऽपि स्वरः नास्ति चेत् तदेव संयोगः इति वदामः. यथा अत्र अन्तिमवर्णस्य अत्र स्य इति यः अस्ति सकारः यकारः अपि च अन्ते अकारः सो सकारः यकारः मध्ये किमपि नास्ति हलो अनन्तराः संयोगः सो अत्र केवलं संयोगः अस्ति द्वौ हल् मध्ये कोऽपि स्वरः नास्ति अतः एतत् संयुक्ताक्षरम् अतः स्य इति यः अस्ति सः संयोगः अस्ति तथैव अन्तिम नकारस्य साक्षात् अनन्तरं तत्र तकारः सो अत्रापि संयोगः सो संयोगः इत्युक्ते हलौ अनन्तराः संयोगः हल् मध्ये द्वौ अथवा द्वौ अधिक हल् मध्ये तत्र किमपि स्वरः नास्ति चेत् तदेव तस्य नाम अस्ति संयोगः इति व्याकरणे सो अत्र सूत्रं किं वदति संयोगान्तस्य लोपः इति सूत्रं वदति एतत् सूत्रं कस्य अधिकारे आयाति पदस्य इति अधिकारे आयाति अष्टमध्याये प्रथमपादे षोडशसूत्रम् अस्ति पदस्य एतत् अधिकारसूत्रं पदस्य इति सूत्रस्य कोऽपि अन्य अर्थः नास्ति अधिकारसूत्रस्य किं प्रयोजनम् पदस्य यः सूत्रमस्ति षोडशसूत्रम् एतस्य विशिष्टपदस्य तत्र किम् आवश्यकता अग्रिमेषु बहुषु सूत्रेषु अतः एतत् अधिकारसूत्रं तावदेव अस्ति अन्यथा अत्र पदस्य इति सूत्रस्य कः अर्थः तत्र तु कः अर्थः एव नास्ति केवलं तत्र पदः इत्युक्ते किम् पदः इत्युक्ते सुप्तिङन्तं पदम् इति तावदेव अस्ति किमर्थं चेत् पदम् इति विशिष्टशब्दः पारिभाषिकशब्दः व्याकरणे केवलं सुबन्तानाम् अपि च तिङन्तानाम् एव तत्र किं भवति पदसंज्ञा भवति व्याकरणे अतः अत्र तत् ज्ञातव्यं सो पदस्य इति अधिकारे एतत् सूत्रम् आयाति संयोगान्तस्य लोपः इति सूत्रं कस्य अधिकारे पदस्य अधिकारे आयाति इत्युक्ते अत्र यः कार्यं करणीयं तत् पदं भवेत् इति आवश्यकं पदम् इत्युक्ते ऐदर् देट् हेस् टु बि ए सुबन्तम् आर् देट् हेस् टु बि ए तिङन्तं तत्र एव तिङन्तविषये अपि च सुबन्तविषये यदि अन्तिमवर्ण तत्र संयोगः अस्ति तत्र किं करणीयं तस्य संयोगान्तस्य लोपः करणीयम् इति सूत्रं वदति परन्तु अत्र भ्रमः जायते किमर्थं भ्रमः जायते सपोज् वर्णस्य इति एकं पदम् अस्ति अत्र तु अन्ते संयोगः नास्ति सि यु हेव् टु सी दिस् अत्र अन्ते संयोगः नास्ति किमर्थं चेत् अत्र अन्ते अकारः अस्ति अत्र मध्ये संयोगः अस्ति सपोज् इट् इस् वर्ण अपि च अ अपि च सकारः केवलं यकारः अस्ति चेदेव अत्र संयोगः अन्ते अस्ति संयोगः अस्ति परन्तु अन्ते पदस्य अन्ते नास्ति तदेव संयोगान्तस्य अन्ते संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुब्रीहि समासः इति सो वर्णस्य इति यद्यपि अत्र अन्ते संयोगः दृश्यते परन्तु अन्ते संयोगः नास्ति अन्ते तु अत्र अकारः यकारस्य परे अत्र अकारः सो एतस्य विषये एतत् सूत्रं कार्यं न कर्तुं शक्यते सूत्रं वदति कोऽपि पदस्य अन्ते संयोगः अस्ति चेत् तस्य संयोगान्तस्य लोपः करणीयम् इति सूत्रं वदति इदानीं मनसि प्रश्नः आयाति यदि अन्ते सकारः यकारः एव अस्ति तत्र सम्पूर्णसंयोगान्तस्य लोपः करणीयं वा परन्तु तथा नास्ति अतः अत्र ब्रह्मः जायते यत्र यत्र विधिसूत्रे ब्रह्मः जायते तत्र कस्य आवश्यकता परिभाषासूत्रस्य आवश्यकता सो अत्र अलो अनन्त्यस्य एकं परिभाषासूत्रम् आगत्य सहायता करोति सूत्रं वदति अलो अनन्तस्य अन्तिम अलस्य एव क्षम्यताम् अन्त किम् अलस्य एव किं करणीयं लोप करणीयम् इति अलो अनन्तस्य सूत्रस्य अर्थः. सो अत्रापि यदि पदान्त पदस्य अन्ते यः संयोगः तत्र सम्पूर्णसंयोगस्य लोपः न करणीयं. यः अन्तिम संयोगः अन्तिम अलः अन्तिम वर्णः तस्य एव लोपः करणीयम् इति सूत्रस्य अर्थः. सो if we do not use this paribhasha sutram tatra brahmah jayate sampurna sanyogasya lopah karniyam kim va tatra brahmah jayate atah atra paribhasha sutrasya avashyakta bhavati tat paribhasha sutram kim alo anantyasya iti sutram vadati no you don't have to do the lopah of the sampurna sanyogasya parantu yah tasmin sanyoge यः अन्तिम अलः तस्य एव लोपः करणीयम् इति तत्र सूत्रस्य अर्थः. सो एतत् सूत्रं पदस्य अधिकारे आयाति. अनुवृत्तिसहितसूत्रमस्ति संयोगान्तस्य पदस्य लोपः. सो पदस्य अन्ते संयोगः अस्ति तस्य संयोगस्य अन्तिम अलस्य एव लोपः करणीयम् इति फलित अर्थः इति तत्र सम्पूर्ण अर्थः भवति. इदानीं तत्र उदाहरणसहित पश्यामः चेदेव अवगन्तुं शक्यते. परन्तु संयोगान्तस्य लोपः इति सूत्रं कीदृशसूत्रं कोऽपि वदति वा? संज्ञासूत्रं वा परिभाषासूत्रं वा नियमसूत्रं वा विधिसूत्रं वा? आम् सत्यं. किमर्थम् वदतु श्लोचना भगिनी. अत्र लोपः इति कार्यमस्ति खलु अतः. आम् सत्यं सत्यं तदेव भगिनी. अत्र लोपकार्यस्य विषये निर्देशः. सो यत्र यस्मिन् यस्मिन् सूत्रे आदेशः आगमः अथवा लोपकार्यस्य विषये निर्देशः तदेव विधिसूत्रम्. अस्मिन् सूत्रे लोपकार्यस्य विषये निर्देशः अतः संयोगान्तस्य लोपः इति विधिसूत्रम्. सम्यक् भगिनि. इदानीम् उदाहरणं तत्र उदाहरणं किम् अस्ति कः पठितुमिच्छति? स्वयम् अग्रे आगच्छतु. अहं पठामि. किं ध्वनिस्पष्टं कः पठितुमिच्छति? गिरिजा भगिनी अस्ति वा? पठितुमिच्छति वा भगिनि? आं महोदय पठामि. आम् अत्र पठतु. यथा यथा बन्ध इति औपदेशिकधातुः तस्य यत् लुगान्तधातुः बाबन्ध. अत्र किञ्चित् वक्तुमिच्छामि भगिनि, अनन्तरं पठतु. बन्ध् इति एकम् औपदेशिकधातुः. औपदेशिकधातु वदामः चेत् यानि ये धातवः पाणिनिधातुपाठे तत्र सन्ति ते एव औपदेशिकधातुः. इत्युक्ते वयं जानीमः पाणिनिधातुपाठे उपद्विसहस्रधातवः, तेषाम् अन्यतमः अस्ति बन्ध् इति धातुः. सो दिस् इस् बन्ध् इति धातुः औपदेशिकधातुः. इत्युक्ते पाणिनिधातुपाठे बन्ध् इति एकं धातुः अस्ति. तस्य यङ् लुगन्तधातुः बाबन्ध्. यङ् लुगन्तधातु इत्युक्ते यङ् इति एकं प्रत्ययः अस्ति. यङ् इति एकं सनादिप्रत्ययः. सो सनादिप्रत्ययः यङ् योजयामः चेत् तत्र एकं सूत्रमस्ति संयङ्गोः. संयङ्गोः इति सूत्रेण किं भवति? धातु अनन्तरं सन् अथवा यङ् प्रत्ययः आयाति चेत् तत्र धातो द्वित्वं भवति. यथा वयं पूर्वे दृष्टवन्तः ज्योत्यादिगणे तत्र द्वित्वकार्यं भवति, धातुः द्वित्वं भवति, हु हु भवति, जुहो भवति, अनन्तरं दादा भवति। सो अत्रापि न केवलं ज्योत्यादिगणे तत्र द्वित्वकार्यं, परन्तु तत्र धातु अनन्तरं सन् अपि च यङ् योजयामः चेत् तत्रापि द्वित्वकार्यं, सूत्रमस्ति संयङ्गोः। सो अत्रापि बन्धयोग यङ् कुर्मः चेत् अत्र किं भवति, धातो द्वित्वं, केन सूत्रेण, संयङ्गो इति सूत्रेण। किमर्थं चेत् यत्र यत्र धातु यस्मिन् यस्मिन् औपदेशधातु अनन्तरं यङ् योजयामः तत्र तु द्वित्वकार्यम् आवश्यकं करणीयम्, धातोः द्वित्वं भवति। सो अत्रापि यथा बन्धयोग यङ् कुर्मः चेत् अत्र किं भवति, प्रथमे तु संयङ्गोः इति सूत्रेण धातो द्वित्वं, द्वित्वं भवति इत्युक्ते द्विवारं तस्य उच्चारणं भवति। अनन्तरं लिखितमस्ति यङ् लुगन्तधातुः, अत्र एकमस्ति यङन्तधातुः, यत्र यङ् योजयामः चेत् अत्र यङ् मध्ये केवलं या एव अवशिष्टभागः, अन्तिमनकारः इति संज्ञकः, सो अनुबन्धवर्णः। परन्तु यङ् लुगन्तरूपं पश्यामः चेत् तत्र यङ् इति लुक् भवति, लुक् इति यः लोपः अस्ति तत्र सम्पूर्णतया प्रत्ययस्य लोपः भवति। यथा अदादिगणे शप् लुक् भवति, तत्र अस्योगति भवति चेत् तत्र मध्ये किमपि न आयाति, अस्ति इति रूपं भवति। अत्रापि एतत् कस्य विषये अस्ति, यङ् लुगन्तधातुः, अत्र या इति भागः तस्यापि लोपः करणीयम् इति यङ् लुगन्तधातुः। परन्तु यङ् कारणेन यत्र यः तत्र लक्षणमस्ति तत् तिष्ठति, तेन कारणेन अत्र धातु द्वित्वं भवति। सो आदौ किं भवति, बन्ध भवति, इट् बिकम्स् यथा तत्र द्वित्वं भवति, इट् बिकम्स् बन्ध। परन्तु यः प्रथम भागः बन्ध् इति प्रथमभागः अस्ति, तत्र आदिम हल् एव अवशिष्यते, अन्य सर्वाणि हल् ये तत्र सन्ति तेषां सूत्रद्वारा तेषां लोपः भवति। इत्युक्ते हलादिशेषः एकं सूत्रमस्ति, तत् सूत्रं वदति यः प्रथम द्वित्वकार्यस्य यत्र यत्र द्वित्वकार्यं भवति तत्र यः प्रथम भागः तत्र एकम् आदिम हलः एव अवशिष्यते, अन्य सर्वाणि ये हल् तत्र हलवर्णाः तेषां लोपः करणीयं, हलादिशेषः इति एतं सूत्रमस्ति। सो बन्धयोग बन्ध भवति, तत्र ब एव अवशिष्यते, सो बन्ध इति रूपम्। अनन्तरं तत्र दीर्घ आदेशः अपि भवति, तस्य कृते अन्यत् सूत्रमस्ति। सो भाबन्ध इति यङ् लुगन्तधातुः, इदानीं तत्र भाबन्ध इति यः शब्दसमूहः तस्य धातु इति संज्ञा केन सूत्रेण भवति, सनाद्यन्तः धातुः। किमर्थं चेत् यङ् इति एकं सनादिप्रत्ययः, अतः एतस्य धातुसंज्ञा केन सूत्रेण, सनाद्यन्तः धातुः इति सूत्रेण। इदानीं वेन् वि गेट् this babandh is not an apadeshik dhatu now, it is a atideshik dhatu, asmakam nirmitam dhatu, we have made this dhatu, this babandh is not given in dhatu pathe, so babandh is an atideshik dhatu, because this is a dhatu we can make lati rupam, we can add any lat lakarah or any krut pratyah to this dhatu पाबन्ध इति धातुः। अत्र किम् अस्ति, अत्र अस्ति लङ् लकारस्य रूपं, वयं जानीमः लङ् लकारे तत्र वयं पठितवन्तः, अहं चिन्तयामि लुङ् लङ् ऋङ्षु अट् उदातः इति सूत्रम् अस्ति। सो यदा लङ् लकारस्य विवक्षा अस्ति, लुङ् लकारस्य विवक्षा अस्ति, तत्र अट् इति आगमः भवति, सो अबाबन्ध इति तस्येन सूत्रेण, अ इति आदौ आयाति, अट् इति आगमः अत्र अत्र दृश्यतु अबाबन्ध योग तिप् तिप् प्रत्यये किमस्ति, तिप् प्रत्यये पकारस्य इत् ति एव अवशिष्टभागः। परन्तु अत्र कस्य विवक्षा, अस्माकं विवक्षा किम् अस्ति, लङ्लकारस्य विवक्षा। लङ्लकारः तत्र किमस्ति, नित्लकारः। I don't have a pen over here, I don't know if I am able to write. This is data. I don't think I can make. Forget about this. लङ्लकारः तत्र किम् अस्ति, नित्लकारः इत्युक्ते कण्ठ्य न लङ्लकारे इत् संज्ञकः। सो नित्लकारस्य विषये किम् अस्ति, इतश्च इति सूत्रेण तत्र इकारस्य लोपः भवति। वाट् ऐ हव् क्लिक्ट् स्क्रीन् दृश्यते वा? आं महोदय। सो लङ्लकारः नित्लकारः, नित्लकारे विषये किं भवति, इतश्च इति सूत्रेण तत्र इकारस्य लोपः भवति। ति इति प्रत्ययः अस्ति, ति इति सिद्धतिङ् प्रत्ययः, एकवचने त्यप् इति प्रत्ययः, ति इति अवशिष्टभागः। परन्तु बिकास् दिस् इस् अ लङ्लकाररूपम्, अत्र इकारस्य अपि लोपः, सो त एव अवशिष्यते। सो अबाबन्ध योग त इदानीम् अस्ति। अत्र किम् अस्ति, हल्नाद्यो दीर्घात् सूतीस्य अपृक्तं हल् इत्यनेन तकारस्य अपि लोपः भवति। इत्युक्ते अत्र बहु सूत्रेषु तत्र किं प्रसक्तिः, बिकास् वी हेव् नाट् रेड् दि सूत्र, दिस् विल् बि स्लैट्लि डिफिकल्ट् टु अण्डर्स्टाण्ड्, बट् ऐ एम् ट्रैङ्ग् मै बेस्ट् टु मेक् यु अण्डर्स्टाण्ड्। सूत्रं किं वदति, हलन्तात्, हलन्तात् शब्दात् अनन्तरम् अपि च दीर्घ आबन्तात् दीर्घनयन्तात्, दीर्घ आबन्तात् दीर्घनयन्तात् अनन्तरं सुतिस्य अपृक्तहल् इत्युक्ते तत्र एकं संज्ञा अस्ति, अपृक्तसंज्ञा। अपृक्तसंज्ञा प्रत्ययस्य विषये, प्रत्ययस्य तत्र यद्यप्रत्ययस्य किञ्चित् कारणेन एकम् एव अल् अवशिष्यते, तस्य किं भवति, अपृक्त् इति संज्ञा भवति। यथा अत्र मूले तु तिप् आसीत्, प्रथमे तु पकारस्य इत् संज्ञा, तस्य लोपः, अनन्तरं यः ह्रस्वैकारः तस्य इतश्च इति सूत्रेण लोपः, किमर्थं चेत् नित्लकारेषु इकारस्य लोपः भवति। सो अत्र एकम् एव प्रत्ययस्य, तिप् इति प्रत्ययस्य एकम् एव अवशिष्ट अलः तकारः। सो एतस्य तकारस्य किं भवति, अपृक्त् इति संज्ञा भवति। सो हल्लाद्यो दीर्घात् सूति स अपृक्त हल् इति सूत्रेण since this is a takara is aprakt etasya lopah bhavati etena sutrena anena sutrena anena sutrena halantat shabdat ababandite halantat shabdat tukte ante atra hal varna na tu swara so ababand ite halantat halantat anantaram aprakt alasya lopah दीर्घ आबन्तात् अनन्तरम् अपृक्त अलस्य लोपः दीर्घनयन्तात् अनन्तरम् अपृक्त प्रत्ययस्य लोपः भवति। अपृक्त इत्युक्ते एकाल एक अल अपृक्त प्रत्ययः इति तत्र सूत्रम् अस्ति। अपृक्तम् इत्युक्ते किं, यस्मिन् प्रत्यये एकः एव अल अवशिष्यते तस्य अपृक्त एकम् अन्यत् नामकरणं भवति अपृक्तम्। सो अपृक्तकारणेन तत्र किं भवति, बहूनि अन्यानि प्रयोजनानि। सो अत्र किमस्ति, तकारस्य लोपः भवति अनेन सूत्रेण, किमर्थं चेत् एतत् तकारः अपृक्त अस्ति। सो सुविषये इत्युक्ते सु औजस् प्रथमा विभक्ति एकवचनप्रत्ययः अस्ति सु, तिप् इति प्रत्ययः तत्र किम् अस्ति, तिप् प्रत्ययः, स्य इति प्रत्ययः तत्र विभिन्नप्रत्ययः अस्ति, तस्य विषये किं भवति एतेषु त्रिषु प्रत्ययेषु विदेशेषु भिन्नभिन्नसूत्रेषु अनन्तरं तत्र किं भवति एकम् एव अल् अवशिष्यते, यत्र यत्र एकम् एव अल् अवशिष्यते प्रत्ययस्य तस्य एकम् अन्यत् नामकरणं भवति अपृक्तम्। सो अस्मिन् सूत्रे तकारः सिन्स् तकारः इस् एन् अपृक्तः, एतस्य लोपः करणीयम् अनेन सूत्रेण। यदा तत्र किम् अस्ति व्याकरणे नीप् नीश् नीन् एतानि दीर्घ स्त्रीलिङ्गप्रत्ययाः, यथा नदी इति प्रत्ययः, नदी इति शब्दः प्रातिपदिकम् अस्ति नदी, नदयोगः नीप् कुर्मः चेत् तत्र किं भवति नदी इति शब्दः। सो दीर्घ नयन्ता दीर्घन्यान्तात् अनन्तरं किं करणीयं सूति स अपृक्तहलस्य लोपः, यदा नदीयोगः सु सु भवति सु औजस् सु इति प्रत्ययः तत्र उकारः अनुनासिक तस्य इति संज्ञा, सो सकारः एव अवशिष्टभागः। सो दीर्घ बिकास् दिस् नदी शब्दः इस् दीर्घन्यन्तात् इट् हेस् बीन् मेड् फ्राम् ए नीप् प्रत्ययः विच् इस् ए दीर्घ इकारः तस्मिन् अस्ति, सो नदी इति शब्दः दीर्घन्यन्तात् अस्ति, अतः तत्रापि एतस्य सूत्रस्य प्रसक्तिः। सो नदीयोग सु कुर्मः चेत् तत्र सकारः एकम् एव प्रत्ययस्य आल अवशिष्यते, तत्र किं भवति सकारस्य लोपः भवति। सो एकवचने रूपं किम् अस्ति नदी एव रूपम्, प्रथमाविभक्ति एकवचने नदी एव अस्ति। सो तत्र एतस्य सूत्रद्वारा एव सकारस्य तत्र लोपः भवति। अत्रापि अबाबन्ध योगत इति कुर्मः चेत् तत्र तकारस्य लोपः। सी वाट् इस् द मुख्य इस् दट् अत्र वी हाव् एडिड् द तिप् प्रत्ययः, वी हाव् एडिड् द तिङ् प्रत्ययः, बट् सिन्स् बिकास् आफ् वन् आफ् द सूत्रास् दिस् तिङ् प्रत्ययस्य लोपः, परन्तु इदानीं यः अबाबन्ध इति यः अस्ति तस्य पदसंज्ञा भवति। किमर्थं चेत् एतस्य तिङन्तरूपं लङ् लङ्लकारे तत्र एकवचने अबाबन्ध इति रूपं। सो यद्यपि अत्र तिप् इति प्रत्ययस्य भिन्नभिन्नसूत्र आधारेण तत्र लोपः भवति, तथापि अबाबन् इति पदः किमर्थं चेत् सूत्रः कदा कार्यं करोति, पदम् अस्ति चेदेव तत्र संयोगान्तस्य लोपः करणीयः। सो सिबन्ध इति धातु अस्ति, अत्रापि अन्ते संयोगः अस्ति, इत्युक्ते बकारः अकारः नकारः धकारः, अन्ते कोऽपि स्वरवर्णः नास्ति, परन्तु अत्र धकारस्य लोपः न करणीयं संयोगान्तस्य लोपः इति सूत्रद्वारा। किमर्थं चेत् बन्ध इति पदं नास्ति, बन्ध इति धातुः अस्ति, पदम् इत्युक्ते किं सुप् तिङन्तं पदम् एव अस्ति व्याकरणे, अतः अत्र संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः न। परन्तु यदा वयम् अबाबन्ध योगः त कुर्मः चेत् तत्र यद्यपि तकारस्य तत्र हल् न्याभ्यो दीर्घात् सूतिस्य अपृक्तं हल् इति सूत्रेण तकारस्यापि लोपः, परन्तु एतस्य पदसंज्ञा भवति, तथैव तत्र प्रत्येकम् अव्ययपदानि तत्र तेषाम् अपि पदसंज्ञा, ते सर्वाणि सुबन्तानि। किमर्थं चेत् तत्रापि सुप् प्रत्ययस्य तत्र सम्पूर्णतया लोपः भवति, परन्तु तथापि ते सर्वाणि पदानि। अत्रापि अबाबन्ध यद्यपि तत्र तिप् प्रत्ययस्य सम्पूर्णतया लोपः, तथापि तत्र किम् अबाबन्ध इति पदसंज्ञा प्राप्नोति। वी हेव् एडिड् तिप् प्रत्ययः बट् बिकास् आफ् भिन्नभिन्नसूत्रः दिस् तिप् तिप् प्रत्ययस्य सम्पूर्णतया तत्र लोपः, तत्र अबाबन्ध इति अवशिष्टभागः। इदानीं संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्ति अत्र, किमर्थं चेत् अन्ते संयोगः अस्ति अपि च एतत् पदमपि अस्ति, अतः अत्र संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्ति। सो अत्र किं करणीयम्, अन्तिम सम्पूर्णसंयोगस्य संयोगस्य लोपः न करणीयम्, अलोरन्त्यस्य इति सूत्रं वदति अन्तिम अलस्य एव लोपः करणीयं, सो धकारस्य एव लोपः करणीयं, सो अबाभन् इति लङ् रूपम् अस्ति. सो अत्र इदानीं तत्र नियमसूत्रस्य विषये न लिखितमस्ति, अत्र यः व्याख्या दत्तं सः संयोगान्तस्य लोपः इति सूत्रं कथं कार्यं करोति तस्य विषये अत्र दत्तम्. सर्वैः अवगतं वा? इस् इस् क्लियर्? समीचीनतया भवति. स्लैट्लि डिफिकल्ट् बट् आं वदतु भगिनि. संज्ञासूत्रं किं महोदय, एकवारं वदति वा? एकाल अकृतं प्रत्ययः, एकाल एकाल अपृक्तं प्रत्ययः इति सूत्रम् अस्ति. ऐ विल् सेण्ड् आन् द ग्रुप् द सूत्रसङ्ख्या एण्ड् सम्पूर्णसूत्रं किम् अस्ति. यस्मिन् प्रत्ययः एकम् एव अलः तस्य एव अपृक्तम् इति संज्ञा. ऐ विल् चेक् दि सूत्रः अगेन् एण्ड् ऐ विल् सेण्ड् इट् आन् द वाट्साप् ग्रूप्. अस्तु भगिनि. प्रायः एतत् सर्वं लङ् मध्ये एव भविष्यति खलु महोदय? किं किम्? एतत् सर्वं लङ् मध्ये एव खलु? त अनन्तरं स अल्ग्याभ्यो दीर्घात् स्थिति सपृक्तं हल् इति. न न न न, एक्साम्पल् आफ् द नदी शब्दः सुबन्तमपि अस्ति, परन्तु अत्र तकारः सकारः लङ् मध्ये एव भविष्यति. कः अकारः अकारस्य विषये वदति वा? न महोदय, अत्र किमस्ति, सुविहाय अन्यत्र अभूत् इति अभूत् तत्र किमपि न किमस्ति चेत् एतत् अभूत् इति अस्ति खलु तत्र अल्गभ्य दीर्घात् इति प्रायः लङ् मध्ये एव भविष्यति खलु इति मम चिन्तनम्. अस्तु महोदय, अस्तु महोदय. अस्तु, तत्र द्वितीयबिन्दुः अग्रिमं कक्षायां पठामः, इदानीं समयः अभवत्. कोऽपि प्रश्नः अस्ति एतावता इदानीं पर्यन्तं प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र स्थगामः. अन्तिमबिन्दु सम्यक् न अवगतं भगिनि. किं किं बिन्दु? बन्ध् इति अबाबन्ध् कथं भवति इति सूत्रं सम्यक् न अवगतम्. बाबन्ध् इति यः अक्षरतः आतिदेशिक बाबन्ध् इति आतिदेशिकधातुः, कथं सः धातु निर्मीयते? यदा यङ् योजयामः चेत् तत्र किं भवति, धातु द्वित्वं भवति. धातु किमस्ति? बन्ध्, बन्ध् बन्ध् भवति. सो बन्ध् मध्ये केवलं बा एव स्वरस्य तत्र लोपः न भवति, तत्र हलादिशेषः इत्यनेन आदिमहलः एव अवशिष्यते. स्वरस्य विषये किमपि न लिखितमस्ति. सो बा इति अवशिष्टभागः, बा बन्ध्. सो बाबन् तत्र कथम् अकारस्य तत्र दीर्घः भवति तस्य कृते अन्यत् सूत्रम् अस्ति, इदानीम् अहं विस्मरामि तत्र सूत्रं किमस्ति न जानामि. हलीच महोदय, हलीच इति सूत्रेण तत्र किं करणीयम्? दीर्घः भवति, बकारस्य स्थाने दीर्घ बा बन्ध् इति भवति. बा, सो बा बन्ध् इति यः सूत्रं यः इदानीं यः वर्णसमूहः निष्पद्यते सः तस्य धातु इति संज्ञा. केन सूत्रेण? सनाद्यन्तः धातुः. सनाद्यन्तः धातुः वदति औपदेशिकधातुः अथवा कस्यचित् शब्दसमूहस्य अनन्तरं स्थनादिप्रत्ययः योजयामः चेत् तत्र यः वर्णसमूहः निष्पद्यते तस्यापि धातु इति संज्ञा करणीयम् इति सूत्रं वदति. सो यदा बाबन्ध् भवति तस्य अपि धातुसंज्ञा. एतस्य पदसंज्ञा नास्ति, धातुसंज्ञा एव अस्ति। अतः अत्रापि यद्यपि अन्ते संयोगः अस्ति तथापि अत्र संयोगान्तस्य लोपः इति सूत्रस्य तत्र अधिकारः न वर्तते। किमर्थं चेत् संयोगान्तस्य लोपः इति पदस्य विषये पदः अस्ति तत्र एव संयोगान्तस्य लोपः करणीयम् इति सूत्रं वदति। सो भाबन्द् इति धातु अस्ति, न तु पदम् अस्ति। इदानीं दिस् इस् अ धातुः, वी केन् मेक् ए लटि रूपं, वी केन् मेक् ए लङ्लकाररूपं, वी केन् मेक् ए लृट् लकाररूपम्। अस्माकं विवक्षा यत् अस्ति अत्र किम् अस्ति, उदाहरणे लङ्लकारस्य विवक्षा, लङ्लकारभूतकाले तत्र किं भवति, लुङ् लङ् ऋङ्क्षु अट् उदातः इति सूत्रेण तत्र अट् इति आगमः भवति। अट् इति टित् आगमः अस्ति, अतः आदवात्। सो बाबन्द् अकारयोग बाबन्द् अबाबन्द् इति धातु भवति। अनन्तरं मम विवक्षा अस्ति लङ्लकारस्य एकवचनस्य विवक्षा, लङ्लकार एकवचने अपि तत्र किम् अस्ति, सिन्स् दिस् बन्द् इस् एन् परस्मैपदि धातुः, तिप् इति प्रत्ययः, तिप् प्रत्ययः ति एव अवशिष्टभागः, ति इति अवशिष्टभागः अस्ति, परन्तु तत्र इकारस्य लोपः केन सूत्रेण, इतश्च इत्युक्ते लङ् यत्किमपि तत्र चत्वारि नित्लकारः, तत्र दशलकारः, लट् लोट लिङ् तेषु दशलकारेषु चत्वारि नित्लकारः, नित्लकारेषु किं करणीयम्, इतश्च इति सूत्रस्य प्रसक्तिः। नित्लकारेषु यः इकारः अन्ते अस्ति, ति इति यः इकारः, तस्य लोपः करणीयम्। सो यदा इतश्च इति सूत्रेण इकारस्य लोपः भवति तत्र त एव अवशिष्टभागः। इदानीं प्रत्ययस्य एकम् एव अत्र अलः अवशिष्यते, तकारः। सो एतस्य प्रत्ययस्य अपृक्त इति संज्ञा भवति। अपृक्तविषये तत्र बहूनि कार्याणि व्याकरणे, एकं कार्यम् अस्ति यदि हलन्तात् इत्युक्ते एतत् यः शब्दसमूहः अस्ति अन्ते हलवर्णः, सो हलन्तात् इति पञ्चमी अन्तं पदः, हलन्तात् अनन्तरं कोऽपि अपृक्तप्रत्ययः अस्ति चेत् तत्र तस्य अपृक्तस्य लोपः भवति अनेन सूत्रेण। अत्रापि अबाबन्द् हलन्तः हलन्तात् अस्ति, अन्ते हल् अस्ति, तस्य अनन्तरम् अपृक्तप्रत्ययः, अतः तकारस्य अपि लोपः। सो यद्यपि तिप् इति प्रत्ययस्य सम्पूर्णतया लोपः भवति, तथापि यः अबाबन्द् अस्ति, इदानीम् अबाबन्द् यः अस्ति अन्ते दकारः, तस्य पदसंज्ञा किमर्थं चेत् वी हेव् एडेड् अ तिङ् प्रत्ययः टु दिस्, बट् बिकास् आफ् भिन्न भिन्न सूत्रेषु तिप् प्रत्ययस्य सम्पूर्णतया तत्र लोपः, परन्तु दिस् अबाबन्द् इस् अ पदानां, लङ्लकारस्य एकवचनस्य रूपम् अस्ति, पदम् अस्ति, अतः अत्र संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः प्राप्तिः अपि भवति। किमर्थं चेत् संयोगान्तस्य लोपः इति सूत्रं वदति पदस्य अन्ते संयोगः अस्ति चेत् तत्र अन्तिम अलस्य लोपः करणीयम्। सो अत्र अन्तिम अलः कः, धकारः। सो धकार किमर्थं चेत् नकार धकारस्य संयोगः अस्ति अन्ते, अन्ते अस्ति, कोऽपि स्वरः अन्ते नास्ति। सो अत्र धकारस्य यदा लोपः भवति तत्र अवशिष्यते किम्, अबाबन् इति रूपम्। सो लङ्लकारस्य प्रथमपुरुष एकवचनस्य रूपम् अस्ति अबाबन् इति रूपम्। सो अत्र संयोगान्तस्य लोपस्य इति सूत्रेण तत्र अबाबन्द् इति पदसंज्ञा प्राप्नोति, अनन्तरं धकारस्य लोपः, संयोगान्तस्य लोपः। धकारं तकारं द्वयोः लोपः भवति वा, धकारः तो दातुभागः, तकारः प्रत्ययस्य भागः, तकारस्य अनेन सूत्रेण हल्न्याभ्यो दीर्घात् सूतीषि अपृक्तं हल् इति सूत्रेण तस्य लोपः, तकारस्य लोपः। धकारस्य केन सूत्रेण लोपः, हलन्द्यम् इति सूत्रेण, न न स संयोगान्तस्य लोपः इति सूत्रम् संयोगः एण्ड् इट् इस् एट् द एण्ड् एण्ड् इट् इस् अ पदः बकारस्य लोपः संयोगान्तस्य लोपः इति सूत्रम् सो वट् इस् संयोगान्तस्य लोपः इति सूत्रेण दकारस्य अपि लोपः वट् इस् द अवशिष्टभागः अबाबन् इति अवशिष्टभागः एकवारम् एतत् सर्वं पठतु भगिनि इफ् यु डू नाट् अण्डर्स्टाण्ड् देन् आल्सो वी विल् डिस्कस् इट् इन् द नेक्स्ट् क्लास् आल्सो डोण्ट् वरि भगिनि भवत्या कश सप्तवादने आरम्भं करोति किन्तु न्यायशास्त्र कश अपि सप्त सार्धसप्तवादनपर्यन्तम् अस्ति किञ्चित् समयपरिवर्तनं भवति चेत् सम्यक् अस्ति ऐ हेव् अदर् क्लासस् भगिनि ऐ केनाट् मेक् द टैम् भगिनी अद्यतनकक्षा बहु कठिनम् आसीत् भगिनि इदानीं पर्यन्तं बहु बहु सम्यक्तया आगन्तुं शक्यते अहं शक्नोमि स्म that is why this is given in the parishisht bhagah you can leave this bhag also you what is important in this karapatram is that you should know what is a sangya sutram you should know what is a paribhasha sutram vidhi sutram niyam sutram atidesh apicha adhikar sutram parantu etat parishishte tathaiv tat atra dattam asti khamartham chet we cannot understand the sutra artha but I am trying to give my best to make you understand but even if you don't understand don't worry bhagini you have to just know that what is the niyam sutra tavadev we don't have to know how this sanyoganta shlopah karyam karoti ratsasya cha sutram katham karyam karoti this will come again in the next topics so don't worry about that etasya tatra एतत् तावदेव तत्र जानी तत्र ज्ञातव्यं वदतु भगिनि सनन्तानां रूपं तादृशमेव भवति वा सन् तत् सर्वत्र दिप्तं भवति सन् प्रति सनन्दरूप अपि पठिष्यति तादृशं चिकीर्षति तत्र सर्वत्र दिप्तं भवति तद् एतत् कारणेन एव भवति वा एकमस्ति तत्र द्वित्वप्रकरणे तत्र बहूनि सूत्राणि एकमस्ति ज्योत्यादिभ्यः ज्योत्यादिगणे यद् द्वित्वं भवति तस्य कृते श्लौ इति सूत्रं तथैव सन्योगोः इति सूत्रेण किं भवति यस्य कस्य धातु अनन्तरं सन् योजयामः अपि च यङ् लो योजयामः चेत् तत्र सर्वदा धातु द्वित्वं भवति तथैव लिट् लकार लिट् च इति सूत्रेण यदा वयं लिट् लकारस्य विवक्षा कुर्मः चेत् तत्रापि द्वित्वं भवति सो द्वित्वप्रकरणे एकम् अन्यत् सूत्रम् अस्ति लिट् च सो लिट् लकारे तत्र तत्रापि द्वित्वं भवति द्वित्वकार्यं करणीयं सर्वाणि लिट् लकार रूपाणि We will read the Dithva Prakarnam api agre ayasyati tatra kasmin kasmin vishaye tatra Dithva Kariyam bhavati ite tatra sarvam agre ayasyati Don't worry, we will read this slowly Edat sutram api tatra punaha agachati va? Sanyangoho iti sutram tatra agachati Shlau iti sutram punaha agachati Because it is not the... I am saying this sutra sanyangoho atrato na datam asti na किमर्थम् अत्र धातु द्वित्वं तदेव सूत्रं बट् दियर् यु विल् फैण्ड् द फुल् व्याख्या आफ् द सूत्रः सन्यङ्गो सूत्रं कथं कार्यं करोति इति तत्र सर्वं दत्तं तस्मिन् करपत्रे प्रथमवारं शृणोति अत्र एव क्लेश चिन्ता मास्तु सर्वम् अग्रे कालक्रमेण एतत् सर्वम् अवगच्छति खलु महोदय किञ्चित् सत्यं सत्यं भगिनि इदानीं स्थगामः अत्र शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः श्रीगुरुभ्यो नमः धन्यवादः महोदय धन्यवादः धन्यवादः धन्यवादः महोदय धन्यवादः धन्यवादः